अस्तु तर्हि अस्मिन् सप्ताहे उक्तं यत् शब्दानां कृते करपत्रद्वयमस्ति, नाम एतावता अस्माकं हस्ते अजन्तशब्दानां ग्रहणमस्ति, अजन्तशब्दानाम्। अच् नाम स्वरः, हल् नाम व्यञ्जनम्, अच् नाम स्वरः, अच् अन्ते यस्य सः अजन्तशब्दः इति। तर्हि अभ्यासपुस्तके वयं अनुभूतवन्तः अकारान्त पुल्लिङ्गशब्दः, अकारान्त नपुंसकलिङ्गशब्दः, आकारान्त स्त्रीलिङ्गशब्दः, ईकारान्त स्त्रीलिङ्गशब्दः इति चतुर्विधा। इदानीं विभक्तिवल्लरि कश्चन परिचयः जातः ईकारान्तानाम् उकारान्तानां ऋकारान्तानां, किन्तु द्विवचने न, केवलम् एकवचने बहुवचने। इदानीं गीतासोपानस्य प्रथमभागे त्रिषु वचनेषु अजन्तानाम् अभ्यासः भवति। क्रमेण विभक्तिमनुसृत्य अस्य पाठः भवति, नाम एकस्मिन् अध्याये प्रथमविभक्तिः भवति, अपरस्मिन् अध्याये द्वितीया विभक्तिः भवति, अग्रे तथा भवति तृतीयसप्तमीपर्यन्तम्। किन्तु करपत्रे अहं सर्वं स्थापितवान् यतोहि मम दृष्ट्या तत्र सौकर्यमस्ति, सर्वमस्ति चेत् कथं कथं भवति इति अस्मिन् सौकर्यमस्ति। नाम केवलं प्रथमाविभक्तिः, अनन्तरम् एकमासानन्तरं द्वितीयविभक्तिः, एकमासानन्तरं तृतीयविभक्तिः एकं क्रियते चेत् अहं वक्तुं शक्नोमि यदा अहम् एतत् सर्वं स्वयम् अधीतवान्, अहं सर्वं दृष्ट्वा एकस्मिन् समये सर्वं मनसि स्थापितवान्, एवं कृत्वा सौकर्यमस्ति इति भाति मम। अपरस्य कृते पृथक्तया करणं सुलभं स्यात्, किन्तु मम कृते अतः अहं सर्वं दृष्टवान्, सर्वं दत्तवान्। पुस्तके वयं क्रमेण करिष्यामः, किन्तु मनसि न्यूनातिन्यूनम् एकवारं पश्यन्ति चेत् तत्र कथं भवति इति कश्चन आस्वादः अस्ति। यतोहि इकारान्तानाम् उकारान्तानां ऋकारान्तानाम् अपि साम्यमस्ति, यथा देवः देवो देवाः, तत्रापि नाम मुनिः शिशुः, तत्रापि कश्चन साम्यमस्ति। इदानीं हलन्तशब्दानां विषयः भिन्नः अस्ति, किन्तु अत्र साम्यमस्ति इति विषयः। नाम मम चिन्तनमस्ति यत् इदानीम् एकस्मिन् दिने अहं किं करोमि, मुनिशब्दस्य सर्वाणि रूपाणि अहं पश्यामि, मुनिः मुनि, मुनयः मुनिं, मुनि मुनीन्, मुनिना मुनिभ्यां मुनिभिः, मुनये मुनिभ्यां मुनिभ्यः, मुनेः मुनिभ्यां मुनिभ्यः, मुनेः मुन्योः मुनीनां, मुनौ मुन्यौ मुनिषु इति एकस्मिन् समये अहं करोमि। अहं न द्रष्टुमिच्छामि केवलं प्रथमाविभक्तिः, अनन्तरम् एकमासानन्तरम्, एकवारम् एकस्मिन् दिने करिष्यामि, तदनन्तरम् एकसप्ताहपर्यन्तं प्रतिदिनं प्रातःकाले अहं तस्य रटनं करोमि, अनन्तरं स्थायिरूपेण मनसि तिष्ठति। प्रतिदिनं दशदिनानि पर्यन्तं करोति चेत् स्थायिरूपेण तिष्ठति, तथा न करोति चेत् अहं पश्यामि किं यत् बहूनां केषाञ्चित् जनानाम् अनुभवः एवमस्ति यत् न कदापि सम्यक्तया भवति मनसि। एकवारं कान्सन्ट्रेटेड् रूपेण करोति चेत् सर्वदा स्थास्यति इति मम चिन्तनम्, अतः अहं दत्तवान्। अस्तु इदानीम् आत्मनेपदिनः धातवः, तत्र वृद् धातुः इति मिलित्वा वदामः एकवारम्, अनन्तरं किञ्चित् कश्चन अभ्यासः, अनन्तरम् अग्रे सरेम. तर्हि वृत् धातुः वर्तते, वर्तेते, वर्तन्ते. वदन्तु. वर्तसे, वर्तेथे, वर्तध्वे. वर्ते, वर्तावहे, वर्तामहे. इति समीचीनमस्ति. तर्हि मोदते इति वदतु. मोदते, मोदेते, मोदन्ते, मोदसे, मोदेथे, मोदध्वे, मोदे, मोदावहे, मोदामहे. समीचीनं. प्रकाशते, प्रकाशते, प्रकाशेते, प्रकाशन्ते, प्रकाशसे, प्रकाशेथे, प्रकाशध्वे, प्रकाशे, प्रकाशावहे, प्रकाशामहे. समीचीनम्. अनन्तरं शोभते, शोभते, शोभेते, शोभन्ते, शोभसे, शोभेथे, शोभद्वे, शोभे, शोभावहे, शोभामहे. बहु समीचीनमस्ति. अस्तु. वर्धते, वर्धते, वर्धते, वर्धेते, वर्धन्ते, वर्धसे, वर्धेते, वर्धद्वे, वर्धे, वर्धावहे, वर्धामहे. बहु सम्यक् अस्ति. अस्तु. ईक्षते, ईक्षेते, ईक्षते, ईक्षेते, ईक्षन्ते, ईक्षसे, ईक्षेथे, ईक्षध्वे, ईक्षे, ईक्षावहे, ईक्षामहे. एधते, एधते, एधेते, एधन्ते, एधसे, एधेथे, एधध्वे, एधे, एधावहे, एधामहे. बहु समीचीनमस्ति. अनन्तरं सेवते, सेवते, सेवते, सेवेते, सेवन्ते, सेवसे, सेवेथे, सेवध्वे, सेवे, सेवावहे, सेवामहे. बहु सम्यक् अस्ति. पलायते, पलायते, पलायेते, पलायन्ते, पलायसे, पलायेथे, पलायध्वे, पलाये, पलायावहे, पलायामहे. कामयते, कामयते, कामयेते, कामयन्ते, कामसे, कामय, पुनः कामय, कामस्य, न कामयसे, कामयसे, कामयेथे, कामयध्वे, कामे, कामावहे, कामये, कामावहे, कामामहे. पुनः कामये, कामावहे, कामामहे. न कामय इति भूलमस्ति. कामयाव, कामये, कामयावहे, कामयामहे. तथा अस्ति. अस्तु. बहु सम्यक् अस्ति. अस्तु. इदानीं वाक्यं रचयतु. सरलवाक्यं, वाक्यम् उत्तमपुरुषस्य, उत्तमपुरुषस्य, उत्तमपुरुषस्य अभ्यासं कुर्मः. इदानीं वयं भवतः लजामहे. भवतः, भवतः, हा, पञ्चमी, वयर् उत्तम, न, वयं, वयं लजामहे, लजामहे, आम्. किन्तु भवतः, ओ, भवतः न स्यात् अत्र. नाम एवम् एवम् अवश्यं वक्तुं शक्नुमः. वयं भवतः पुरतः लज्जामहे. ओ, भवतः पुरतः. वयं भवतः पुरतः लज्जामहे. सार्वजनिकस्थले यत्र बहवः जनाः सन्ति तत्र लघुबालिका सर्वेषां सामने, सर्वेषां पुरतः गत्वा लज्जते. अवगच्छामि. वाक्यं वयम् अत्र अमेरिकादेशे आङ्ग्लभाषायां भाषामहे. भाषामहे. अहं सूचयामि ज्ञानं कथं लभते. पुनः अहं सूचयामि ज्ञानं कथं लभते. ज्ञानं कथं लभते? कथं कथं लभते? कः अन्य कोऽपि? अहं गच्छामि. प्रथमपुरुषः उत्तमपुरुषः इत्युक्तं कथं लभे? लभे कथं लभे? अस्तु. इदानीं मध्यमपुरुषः. मध्यमपुरुषः तत्र शङ्कते? मध्यमपुरुषः मोदते. इदानीं खिद्यते. अस्तु. इदानीं पलायते. क्रियापदं खिद्यते. त्वं किमर्थम् अद्य खिद्यते? खिद्यसे. त्वं किमर्थम् अद्य खिद्यसे? अस्तु. सम्यक्. सम्यक्तया न श्रुत्वा यूयं यत् शङ्कते इति अस्ति खलु? शङ्कते. न सम्यक्तया श्रुत्वा यूयं शङ्क यत् यत् यूयं शङ्कते इति अस्ति खलु? खलु. अस्तु. चिन्तयतु. चिन्तयामि. अस्तु. त्वं बहिः गन्तुं मोदसे वा? हा. अस्तु. यूयं किं दृष्ट्वा पलायध्वे? हा. पुनः यूयं किं दृष्ट्वा पलायध्वे? समीचीनम् अस्ति. क्षम्यताम्. सम्यक्तया न श्रुत्वा यूयं यत् क्षम्यतां यत् श्रुतः तत् शङ्खद्वे. सम्यक्तया न श्रुत्वा यत् स्मरते तत् शङ्खद्वे. एका वार्ता अस्ति अत्र यत् न शब्दः न श्रुत्वा इति भवती उक्तवती खलु. इदानीं यदि अहं वदामि यत् अहं बहिः न गत्वा गृहे स्थितवान्. अहं बहिः न गत्वा गृहे स्थितवान्. तस्य अर्थः यथा भाति तथा नास्ति. यतोहि तत्र यद्यपि गत्वा इत्यस्मात् पूर्वं न शब्दः अस्ति अहं बहिः न गत्वा गृहे स्थितवान्, किन्तु न सर्वदा क्रियपदेन सह अन्वेति. क्रियपदेन सह अत्र गत्वा इति क्रियपदं नास्ति. तत्र दन्तपदमस्ति. क्रियपदमस्ति स्थितवान् इति न वक्तव्यमस्ति, किन्तु स्थितवान् अस्मि. स्थितवान् अस्मि. स्थितवान् अस्मि. अत्र अहं बहिः न गत्वा गृहे स्थितवान् आसम् इत्यस्य अर्थः अहं बहिः गतवान्. अहं बहिः न गत्वा गृहे स्थितवान् आसम्. तस्य अर्थः एवमस्ति यत् अहं बहिः वाक्यं समीचीनं नास्ति अत्र अन्यत् उदाहरणं वक्तव्यमस्ति किन्तु अत्र अर्थः अस्ति यत् अहं बहिः गत्वा गृहे स्थितः अहं बहिः गत्वा गृहे स्थितः स्थितवान् न आसम् यतो हि आसम् इति क्रियपदमस्ति अत्र वक्तव्यमस्ति अगत्वा अश्रुत्वा तदा अस्य नकारार्थः त्वा इत्यनेन सह गच्छति अश्रुत्वा अगत्वा अचन्तयित्वा किन्तु न यदि वदामि नाम अहं भोजनं न खादित्वा पठितवान् अगच्छं बहिः अगच्छम् अहं भोजनं न खादित्वा बहिः अगच्छम् तस्य अर्थः एवमस्ति यत् अहं भोजनं खादित्वा बहिः न आगच्छम् क्रियपदस्य कृते एव अस्ति ओ तर्हि अहम् ओके अहम् एवं वक्तुमिच्छामि यु नाट् हेविङ्ग् हर्ड् प्रापर्लि अश्रुत्वा अश्रुत्वा अश्रुत्वा न यु देन् हौ वुड् ऐ से नाट् हेविङ्ग् हर्ड् एट् आल् सम्यक्तया अश्रुत्वा सम्यक्तया अश्रुत्वा सम्यक्तया अश्रुत्वा सम्यक्तया अश्रु अस्तु सो उत्तराणि क्षम्यताम् उत्तराणि सम्यक्तया अश्रुत्वा यत् अत्र त्वा इति नास्ति भवती वक्तुं यत् वक्तुमिच्छति तत्र त्वा न भविष्यति अस्तु यथा सम्यक्तया न श्रुतवान् इति अहं शङ्के अथवा यूयं नाम सरलवाक्यं तथा भवति अहं नाम यूयं सम्यक्तया न सम्यक्तया न तत्र यूयं सम्यक्तया न श्रुतवन्तः इति शङ्कद्वये ओ किन्तु मम कन्स्ट्रक्षन् सम्यक् नासीत् त्वा इति न भवति तत्र त्वा न भवति त्वा तत्र न भविष्यति अस्तु किन्तु आशा अवगता भवती उक्तवती खलु अवगतवती तर्हि समीचीनमस्ति इदानीम् अस्तु प्रथमप्रवेशः एकवारम् अनन्तरम् अग्रेसरेम विद्यते एकवचनेन एधते प्रथमपुरुषः ईहते ईहते ईहते नाम चेष्टां करोति अथवा इच्छति अनन्तरं वीक्षते ताः बालिकाः आम्रफलानि इच्छन्ते आम्रफलानि इच्छन्ते ईहते इति अस्ति पुनः वदतु नाम अर्थः अस्ति इच्छति अथवा चेष्टां करोति वदतु ताः बालिकाः आम्रफलानि ईहन्ते ईहन्ते सूर्येण बहवः वृक्षाः एधन्ते धेनुः वने न विद्यन्ते धेनुः एकवचने धनुः वने न विद्यते विद्यन्ते पुनः धेनवः धेनवः वने न विद्यन्ते देवः भक्तं प्रसन्नेन वीक्षति देवः भक्तं प्रसन्नेन वीक्षति प्रसन्नेन प्रसन्नतया वीक्षते प्रसन्नः नाम प्लीस्ड् इति अर्थः प्रसन्नः सन्तुष्टः अत्र पेज् 49 अस्माकम् अन्तिम अभ्यासः अस्ति अत्र अत्र गीतासोपानस्य पञ्चदशे अध्याये अत्र नवचत्वारिंशत्तमेपुटे चतुर्थः अभ्यासः अस्ति प्रथमं वाक्यम् अवधानेन पठत द्वितीयवाक्यस्य कर्तृपदं दृष्ट्वा वाक्यानि परिवर्तयत उदाहरणं सर्वे विजयं कामयन्ते अहं विजयं कामये यूयं नितरां मोदध्वे तौ नितरां मोदेते तं ओ प्रथम दुर्योधनः आचार्यम् उपसङ्गच्छते त्वम् आचार्यम् उपसङ्गच्छसे नाम समीपे गमनम् इति अर्थः एताः संस्कृतेन भाषन्ते यूयं संस्कृतेन भाषध्वे बालाः स्पर्धन्ते भवन्तौ स्पर्धेते खे युद्धात् पलायन्ते कौ युद्धात् पलायेते वयं धर्मरक्षणम् आपेक्षामहे आवां धर्मरक्षणम् अपेक्षावहे सः चमूं वीक्षते चमूम् इत्युक्ते चमूः नाम सेना दीर्घकारात् पदम् सः चमूं वीक्षते युवां चमूं वीक्षेथे सत्यम् त्वं स्यन्दने विराजसे ते स्वन्दने विराजध्वे ते पुनः वदतु त्वं ते लिखितमस्ति खलु ते ते Dvam syandane, syandanam nama? Ratha. Syandanaha, pulinga shabdaha. Ratha. Ratha. Syandanaha. Te. Te syandane viraje the. Te nama? Vachanam kim? Bahujan. Tarhi? Sahatau te. Pratima purusha bahujan. विराजते विराजेते विराजन्ते पुनः वदतु ते स्यन्दने विराजन्ते समीचीनमस्ति अस्तु संध्या भगिनी कथं जानाति स्त्रीलिङ्गद्विवचने नास्ति सा ते ताः ओ तत् हा हा हा हा हा तदपि भवितुमर्हति किन्तु स्यन्दनः अस्ति खलु भवितुमर्हति भवितुम् अर्हति द्विवचनमपि भवितुमर्हति स्त्रीलिङ्गे किन्तु स्यन्दनः इति प्रायः नाम पुल्लिङ्गस्य पुरुषस्य प्रायः प्रसङ्गः खलु रथः चारियट् अस्तु अग्रे क्षत्रियः युद्धं लभते भवन्तः युद्धं लभन्ते ते महीं भुञ्जते ते महीं भुञ्जन्ते भुञ्जते मही नाम भूमिः मही इत्युक्ते भूमिः ते महीं भुञ्जते अत्र असामान्यक्रियापदमस्ति भुञ्जते अत्र किञ्चित् असामान्यमस्ति तस्य रूपं तथा अस्ति अस्तु त्वं एतत् एकवत् क्षम्यतां बहुवचनं न न किं रूपम् अस्ति बहुवचनं भुञ्जते भुञ्जते अत्र अपरस्मिन् दश धातुगुणाः सन्ति सर्वेषां रूपाणि समानानि न सन्ति भुआदिगणे नास्ति भुआदि अत्र भुआदि चुदादि चुरादि नास्ति भुङ्क्ते इति वृधादिगणे अस्ति इति मन्ये अत्र चिन्ता नास्ति अग्रे गत्वा वयम् अत्र अग्रिमविषयः भवति अग्रे गत्वा कदाचित् करिष्यामः यतोहि तत्र असामान्यक्रियपदमस्ति कः विषयान् उपसेवते तौ विषयान् उपसेवेते सत्यम् अग्रे सर्वे भगवतः मार्गम् अनुवर्तन्ते वयं भगवतः मार्गम् अनुवर्तामहे इति आत्मनेपदीनाम् अभ्यासः समाप्तः कोऽपि प्रश्नः अस्ति वा अत्र अग्रे विद्यते अस्ति समानम् हा परन्तु आत्मनेपदे एण्ड् रेग्युलर् क्रियापदं लैक् वै वुड् यु यूस् न अर्थः समानः तत्र शैली तत्र अर्थः समानः आङ्ग्लभाषायामपि भावशब्दाः एवं सन्ति येषाम् अर्थः समानः अस्ति तत्र यथा इच्छा अस्ति वर्तते विद्यते सर्वेषाम् अर्थः समानः न आङ्ग्लभाषायामपि तथा शब्दाः सन्ति. अत्र आत्मनिपदीनां तत्र गच्छति, चिन्तयति, खादति, तत्र परस्मैपदी धातुः इति वदामः. परस्मैपदेन धातवः परस्मै, अत्र आत्मनिपदी धातुः. किन्तु संस्कृतभाषायां दश लकाराः सन्ति. वर्तमानकालः लट् लकारः, भविष्यत्कालः लृट् लकारः इति वदामः, लृट्. गमिष्यति इति लृट् लकारः. तत्र परस्मैपदिधातूनाम् अपि भवति, आत्मनिपदिधातूनाम् अपि भवति, तथैव. परस्मैपदिधातूनां दश लकाराः सन्ति यथा, तथैव आत्मनिपदिनाम् अपि दश लकाराः सन्ति. भूतकालस्य भूतकाले त्रीणि रूपाणि सन्ति, भविष्यत्काले रूपद्वयमस्ति. उभयत्र परस्मैपदिधातूनां कृते, आत्मनिपदिधातूनां कृते. पेज् 52 पश्यन्तु एकवारं. पेज् 52 अत्र लोट्लकारः अस्ति. लोट्लकारः नाम आज्ञार्थः, आदेशात्मकः, आदेशः. प्रार्थना, आदेशः, आज्ञा, एषु अर्थेषु भवति लोट्लकारः. रूपाणि तत्र किञ्चित् जानीमः, किन्तु त्रिषु वचनेषु, त्रिषु पुरुषेषु अपि भवति. तर्हि अत्र पठतु मिलित्वा वदामः. पठतु, पठताम्, पठन्तु, पठ, पठतम्, पठत, पठानि, पठाव, पठाम. अस्तु, भवान् पठतु, वदन्तु. भवन्तौ पठताम्, भवन्तः पठन्तु, त्वं पठ, युवां पठतम्, यूयं पठत, अहं पठानि, आवां पठाव, वयं पठाम. अहं पठानि किं प्रश्नः कः नाम आदेशः कथं भवति इति वा आदेशः. तत्र प्रश्नः समीचीनः, ममापि प्रश्नः तेषु दिनेषु आसीत् तथा. अहं पठानि इत्युक्ते शुड् ऐ डू इति अर्थः. नाम सा बहुवारं तत्र प्रश्नः भवति. तत्र विद्यार्थी शिक्षकं प्रष्टुं शक्नोति, अहं गच्छामि वा, अहं शौचालयं गन्तुम् इच्छामि, गच्छामि वा, अनुमतिः अस्ति वा इति अतः. अत्र पिता पुत्रः इति तत्र सम्भाषणमस्ति आरम्भे. पेज् 50 अस्तु. तर्हि भगिनी भवती पिता, अपि च शुभा भगिनी पुत्रः. वत्स, अत्र आगच्छ. किं? गीतापुस्तकम् आनय. अस्तु, अत्र उपविश. प्रथमं कृष्णं स्मर, प्रार्थनां कुरु, ध्यानश्लोकं पठ, उच्चैः वद. किं श्लोकं पठानि? प्रथमं श्लोकं पठ. भवान् कृपया एतस्य अर्थं विवृणोतु. विवृणोमि, श्रद्धया शृणु. अत्र पश्य. कुत्र पश्यानि? पश्यानि. पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व. अग्रे किं कुर्वाणि? एतं श्लोकं पञ्चवारं पठ. भवान् कृपया पाठयतु, अनन्तरम् अहं प्रयतै. तथैव कुरुष्व, आरभावहे. अस्तु, आरभावहै अत्र केचन धातवः अत्र परस्मैपदिनः केचन च आत्मनेपदिनः तर्हि अत्र पेज् 55 पश्यन्तु अत्र वन्दते इति वन्दति धातुः अस्ति वन्दते रूपाणि आत्मनेपदे धातुः अस्ति चेत् अत्र कथं भवति इति पश्येम एकवारं वन्दताम् वन्देताम् वन्दन्ताम् वन्दस्व वन्देथाम् वन्दध्वम् अहं वन्दै अहं वन्दावहै आवां वन्दावहै वयं वन्दावहै वन्दामहै इति रूपाणि सन्ति तर्हि अत्र धातुः परस्मैपदिधातुः अथवा आत्मैपदिधातुः इति पश्येम अत्र आगच्छ तत्र कीदृशधातुः अस्ति परस्मैपदे अस्ति खलु गच्छति इत्यस्य आगच्छ आगच्छ इति कीदृशरूपम् अस्ति पुरुषः वचनं च पुरुषः आगच्छ मध्यमपुरुषस्य एकवचनं आगच्छ आनय पदम् आत्मनेपदं परस्मैपदं वा नाम नयति इत्यस्य नी धातुः नयति आनय त्वं त्वम् आनय खलु अस्तु अस्तु परस्मैपदे पुरुषः वचनं एकवचनं अस्तु उपविश अपि च अस्तु स्मर इति महोदय वदतु स्मर पदं पुरुषः वचनं मध्यमपुरुषः एकवचनं आत्मनेपदी परस्मैपदी तत्र रूपद्वयमस्ति खलु आत्मनेपदी इति परस्मैपदी नाम तत्र पेज् 52 तत्र परस्मैपदी पेज् 55 आत्मनेपदी अस्तु तर्हि सन्ध्या भगिनी अग्रे किं कुरु कुरु इति कीदृशरूपमस्ति कुरु प्रथमपुरुषः एकवचनं किञ्चित् असामान्यरूपमस्ति किन्तु अत्र धातुः कः कुरु कृ धातुः कृ करोति इति वर्तमानकालस्य करोति इदानीं प्रथमपुरुषस्य रूपं किम् एकवचने तत्तु लोट् लोट् करोतु करोतु इदानीं कुरु किं स्यात् कुरु न न न माने माने नाम माने कृ धातुः करोति इत्यस्य प्रथमपुरुषे करोतु कुरु इति सैव धातुः कृ मध्यमपुरुषस्य एकवचनं नाम भवान् करोतु त्वं कुरु अस्तु शुभा भगिनी अग्रे पठ ध्यानश्लोकं पठ अस्तु वाक्यं वाक्यं पठतु ध्यानश्लोकं पठ पठ मध्यपुरुष एकवचने अग्रे भगिनि उच्चैः वद वदापि मध्यमपुरुष एकवचनं परस्मैपद अत्र कं श्लोकं कं श्लोकं पठानि उत्तम पुरुषः एकवचनम् उत्तम पुरुषः एकवचनम् अहं कं श्लोकं पठानि तत्र अनुमतिः अथवा यत्र प्रश्नः भवति सामान्यतया तत्र प्रश्नरूपेण भवति अहं पठानि अहं गच्छानि अहं करवाणि अहं चिन्तयानि लिखानि तत्र प्रश्नः भवति प्रथमं श्लोकं पठ पठ मध्यमपुरुष एकवचन परस्मै सत्यम् अस्तु सन्ध्या भगिनी भवान् कृपया एतस्य अर्थं विवृणोतु प्रथमपुरुष एकवचनं प्रथमपुरुष एकवचनं अत्र वृ इति धातुः नाम सूचयतु इति अर्थः विवृणोतु विवरणमिति श्रुतवती वा विवरणं विवरणं नाम सूचना सूचयतु नाम विवृणोतु विवृणोमि श्रुत्या शृणु श्रु परस्मैपदे एकवचने मध्यपुरुषः मध्यमपुरुषः अस्तु अत्र पश्य पश्य मध्यमपुरुष एकवचनं परस्मैपदम् पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व पश्यामि कुत्र पश्यामि उत्तम पुरुष एकवचन पुस्तकस्य अष्टमं पृष्ठं वीक्षस्व मध्यम पुरुष एकवचन वीक्षस्व अत्र आत्मनेपदे अस्ति अग्रे किं करवाणि सारी पुस्तकस्य अग्रे किं करवाणि करवाणि उत्तमपुरुष एकवचन आत्मनेपदे परस्मैपदे अत्र करोति करोति इत्यस्य प्रथमपुरुषे करोतु मध्यमपुरुषे कुरु उत्तमपुरुषे करवाणि एतं श्लोकं पञ्चवारं पठ एकवचन मध्यमपुरुष पदं परस्मै भवान् कृपया पाठयतु एकवचनं प्रथमपुरुष परस्मैपदे अनन्तरम् अहं प्रयतै आत्मनेपदी उत्तमपुरुष एकवचनम् समीचीनमस्ति तत्र यत् इति धातुः यत् यतते भवान् यतते अहं यते लट् लट् वर्तमानकाले यतते यथा प्रयत्नं प्रयत्नः प्रयत्नशब्दः जानाति वा प्रयत्नः प्रयत्नः प्रयत्नः यत् धातुतः मूलमस्ति यत् पुरा उपसर्गः प्रयत्नः प्रयतते प्रयतेते प्रयतन्ते प्रयतसे प्रयतेथे प्रयतध्वे प्रयते प्रयतावहे प्रयतामहे इति वर्तमानकाले अत्र प्रयतै इति लोट्लकारः कस्य अस्ति भगिनि? तथैव कुरुष्व, कुरुष्व. आत्मनेपदी मध्यमपुरुष एकवचनं. इदानीं कृ धातुः उभयपदी धातुः अस्ति. कृ धातुः करोति कुरुते, कृ धातुः करोति कुरुते, तर्हि तस्य लोट्लकारस्य रूपद्वयमपि अस्ति. मध्यमपुरुषस्य परस्मैपदी रूपमस्ति किम्? त्वम् अत्र अत्र अत्र दत्तं कुरु, त्वं कुरु. आत्मनेपदि कुरुष्व, कुरुष्व. अर्थः समानः, भेदः नास्ति. त्वं कुरु, त्वं कुरुष्व. करोतु इति करोतु, करोतु इति प्रथमपुरुषः, मध्यमपुरुषः अस्ति. नाम तथा तथा तत्र प्रथमपुरुषः परस्मैपदि करोतु, आत्मनेपदि कुरुताम्. आर्भावहे आत्मनेपदी उत्तम पुरुष द्विवचन, द्विवचन. आर्भावहे आरम्भः. रब इति धातु, रब. अस्तु अन्तिमम्. अस्तु परस्मैपदि प्रथमपुरुष एकवचनम्. अस्तु तर्हि पश्येम अत्र आरभावहै, तत्र रूपाणि वदेम. अत्र पश्यन्तु, अत्र पेज् 55 आरभावहै. अत्र प्रथमपुरुषात् प्रथमपुरुषः किमस्ति? प्रथमपुरुषः आरभताम्, आरभताम्. अनन्तरम् आरभेताम्, आरभन्ताम्, आरभस्व, आरभेथाम्, आरभत्वम्, आरभै, आरभावहै, आरभामहै इति अस्ति. समीचीनं, बहु सम्यक् अस्ति. अस्तु उच्चैः पठत, अवगच्छत च. भवान् पश्यतु, भवन्तौ पश्यताम्, भवन्तः पश्यन्तु. अत्र भवति, भवती पठतु, भवत्यौ पठताम्, भवत्यः पठन्तु. नाम अत्र लिङ्गभेदः नास्ति खलु? क्रियपदमस्ति चेत् लिङ्गभेदः नास्ति खलु? अस्तु. त्वं, त्वं लिख, युवां लिखतं, यूयं लिखत. अस्तु सन्ध्या भगिनी अग्रे. भवान्, भवान् आगच्छतु, भवन्तौ आगच्छताम्, भवन्तः आगच्छन्तु. अस्तु. भवति तथैव करोतु, भवति, तत्र भेदः नास्ति एव. अस्तु. भवान् भवान् स्वीकरोतु, भवन्तौ स्वीकुरुताम्, भवन्तः स्वीकुर्वन्तु. अत्र रूपाणि किञ्चित् भिन्नानि सन्ति, यतोहि दशगणाः धातुगणाः दश सन्ति इति मया उक्तम्. धातुगुणाः दश सन्ति, अतः यथा भुञ्चते तथैव बहुवचने भुञ्चते इति आसीत्, भुञ्चते. अत्रापि रूपं किञ्चित् भिन्नम् अस्ति खलु? स्वीकरोतु, स्वीकुरुतां, स्वीकुर्वन्तु, रूपाणि किञ्चित् भिन्नानि. भवती पठतु, उपविशतु. भवती उपविशतु, भवत्यौ उपविशतां, भवत्यः उपविशन्तु. त्वं त्वं वद. ओ त्वं वद. युवां वदतं. यूयं वदत वदत. तथैव त्वं नय. युवां नयतं. यूयं नयत. प्रास यथोदाहरणं वाक्यानि लिखत. भवान् उदाहरणार्थं भवान् सूचयतु. भवती गायतु. भवान् प्रेषयतु. भवती चलतु. भवान् त्यजतु. भवती मिलतु. मिलतु. अत्र मिलतु इत्यस्य अर्थः कः? मेलनं करोतु. प्राप्नोतु इति अर्थः नास्ति. जानाति खलु? प्राप्नोति इति अर्थः नास्ति. भवान् सञ्चरतु. भवती तिष्ठतु. भवान् प्रदर्शयतु. भवती जानातु. भवान् दण्डयतु. भवती प्रक्षालयतु. यथोचितेन पदेन योजयत. सन्मार्गम् अनुसरतु. सहयोगं ददातु. ददातु. अस्तु. अग्रे विनमय. प्रकृतिं पश्यतु. समीचीनं. सुब्रह्मण्य. संस्कृतं स्मरतु. तत्तु भवितुम् अर्हति चेत्. किन्तु अत्र कश्चन लसतु अस्ति. लसतु इति जानाति वा? लसतु संस्कृतं वर्धनं भवतु. जयतु संस्कृतं. जयतु संस्कृतमपि अस्ति. लसतु नाम वर्धनं भवतु. वर्धनं ओके. शोभतां. शोभते. शोभतां. द्योततां. तस्य प्रकाशः भवतु. अत्र लसतु नाम तत्र संस्कृतस्य वर्धनं भवतु. प्रकाशः भवतु. शोभताम्. अस्तु. अग्रे ध्येयं. ध्येयं स्मरतु. ध्येयम् इत्युक्ते ध्येयं स्मरतु. ध्येयं नाम यस्य ध्यानं कर्तव्यम्. यस्य ध्यानं कर्तव्यं तत् ध्येयमस्ति. मूर्ति प्रायः ध्येयं नाम देवः प्रायः. यस्मिन् विषये ध्यानं कर्तव्यमस्ति देवः. भारतं. भारतं किमपि भवतु. तत् लसतु अपि जायतु अपि भवितुमर्हति. अस्तु. अग्रे पठतु भगिनि. कोष्टके विद्यमानेन उचित क्रिया पदेन रिक्तस्थानानि पूर्यत. अत्र भवान् भवति नाम परिश्रमं. परिश्रमं किं स्यात्? श्रमः नाम प्रयासः. प्रयासः अथवा लेबर्. परिश्रमम् भवान् परिश्रमं करोतु. अस्तु, जागरूकः. भवान् जागरूकः भवतु. अस्तु, अग्रे. भवान् प्रवचनं करोतु. करोतु भवतुमर्हति स्म. वदतु. अत्र शृणोतु इति प्रायः स्यात्. शृणोतु. यतोहि परिश्रमं करोतु इति उक्तं. प्रवचनं शृणोतु. अग्रे. भवान् विजयं प्राप्नोतु. हा, समीचीनं. भवती शक्तिं त्यजतु. त्यजतु इति प्रायः न स्यात्. किं शक्ति त्यजतु नाम त्यजनं नाम अहं यथा अहं मांसम् अहं खादामि स्म तदा गतवर्षे अहं त्यक्तम् इदानीं न खादामि. तदपि भवितुमर्हति. न किन्तु मांसम् अहं खादामि स्म तदा अस्मिन् वर्षे अहं त्यक्तवान्. मम अभ्यासम् अहं त्यक्तवान्. त्यजनं नाम स्थगितवान्, त्यक्तवान्. अस्तु, शक्तिं प्रदर्शयतु. प्रायः सम्पादयतु. सम्पादयतु. सङ्ग्रहणं करोतु. अग्रे. दुर्गुणं त्यजतु. तत्र अस्ति, त्यजतु दुर्गुणम्. अस्तु, शुभं भगिनि. लक्ष्यं I don't know the meanings of all the words. Ha. Atra lakshyam? Sadhayatu. Sadhayatu. Sadhayatu. Prapnotu. To accomplish. Sadhayatu. Agre. Parakramam pradarshayatu. Chitram. Chitram. Nirmatu. Nutram. एतादृश अभ्यासः बहु समीचीनः नास्ति. यतोहि अन्वेषणं भवति खलु, किं पदं किं पदम् इति. अतः समयः अपेक्षितः अस्ति. अस्तु, अग्रे. अस्तु, चतुर्थं पश्येम. यथोदाहरणं रिक्तस्थानानि पूरयत. उदाहरणं, भवान् सः क्रीडति. क्रीडतु. क्रीडतः. क्रीडतां. क्रीडन्ति. क्रीडन्तु. अस्तु, अग्रे. भवान् करोतु. नमति. नमति. नमतु. नमतः. नमतः. नमतां. नमन्ति. नमन्ति. नमन्तु. समीचीनमस्ति. धन्यवादः. रक्षति. रक्षतु. रक्षतः. रक्षतां. रक्षन्ति. रक्षन्तु. भ्रमति. भ्रमतु. भ्रमतः. भ्रमतां. भ्रमन्ति. Pramantu. Tvam yuvam yuyam. Tvam smarasi. Tvam smara. Yuvam smarataha. Yuvam smaratam. Yuyam smaratha. Yuyam smarata. Tvam tyajasi. Tvam tyaja. Yuvam tyajatha. Yuvam tyajatam. Yuyam tyajatha. Yuyam tyajata. Sprashasi. Sprash. Sprasha. Sprashataha. Sprashatam. Yuvam iti vadati chet smicham. Yuvam. Yuvam sprashataha. Yuvam sprashatam. Yuyam sprashat. Yuyam sprashat. Sprashata. Kujasi. Tvam kujasi. Tvam kuja. Kujasi nama? Vadane. Haha. Pakshi vadane. Samichanam. Yuvam kujatha. Yuvam kujatam. Yuyam kujatha. Yuyam kujata. Aham hasami hasani ava. Aham iti vadatu. Aham hasami aham hasani. Avam. Oh, yeah. Okay. Avam hasavaha avam hasava. Vayam hasamaha vayam hasama. Aham pachami. Aham pachani. Avam pachavaha. Avam pachava. Vayam pachamaha. Vayam pachama. Shubhavani. Aham tarami. Aham tarani. Atra. Avam. Punaha vadatu. Rupam. Aham tarami. Aham tarani. Tarani. Aham tarani. Kimartham? Repaha. Okay. Avam taravaha. Avam tarava. Vayam taramaha. Vayam tarama. Tarami ikti utran tarati ikti utte. Tarati iti asya. Tarati iti asya nama taranam, nama nadi taranam. Tatra yatra setuh asti. Nadi asti setuh. Tate aham nadi taranam karomi nama tatra aham tarami nama setu tatra setau ami gacchami. Atah nadi taranam karomi. Nadiyam naukaya tarami. Naukaya abhivavati. Nokia athava jale yadiyam taranam karami tadapi taranam asti. Adha dvayam asti. Jalam upari gacchati. Nama ekam asti cross karoti. Ekam asti cross dvayavati iti tarami. Nadim tarami. Abhi cha nadyam tarami nama aham jale gatva aham tarami. Aham bhavami, aham bhavani, avam bhava. Bhavami, bhavani. Aham bhavami, aham bhavani, avam bhavavaha, avam bhavava, vayam bhavamaha, vayam bhavama. Astu. पूर्वतन कोष्ठकात क्रियापदानि चित्वा विंशति. न न न त्यजम अग्रे गच्छ पठत अवगच्छत च. भवान लोकताम भवन्तौ लोकेताम भवन्तः लोकन्ताम नम अत्र आत्मनेपदी धातूनां रूपाणि अत्र आत्मनेपदी धातूनां लोकते अवलोकते लोकते नाम पश्यति लोकते नाम पश्यति तर्हि भवान् लोकतां नाम भवान् पश्यतु इति अर्थः भवान् लोकतां भवन्तौ लोकेतां भवन्तः लोकन्ताम् भवान् मोदतां भवन्तौ मोदेतां भवन्तः मोदन्ताम् भवती कामयतां भवत्यौ कामयेतां भवत्यः कामयन्ताम् भवती यततां भवत्यौ यतेतां भवत्यः यतन्ताम् त्वं वीक्षस्व युवां वीक्षेत्थां यूयं वीक्षध्वम् त्वं भाषस्व युवां भाषेत्थां यूयं भाषध्वम् त्वं श्रूयताम् त्वं क्रीणीष्व यतोहि तत्र क्रीणाति उभयपदि धातुः अस्ति क्री उभयपदि क्रीणाति क्रीणीते क्रीणीते त्वं क्रीणीष्व त्वं क्रीणीष्व युवां क्रीणीथां क्रीणा क्रीणातां क्रीणाथाम् अत्र दोषः अस्ति दोषः मम पुस्तके लेखनदोषः अस्ति युवां क्रीणीथाम् इति साधु अस्ति वस्तुतः युवां क्रीणीथां युवां क्रीणीथां यूयं क्रीणीथां क्रीणीथां क्रीणीध्वं त्वं भुङ्क्ष्व युवां भुञ्जथां यूयं भुञ्जध्वम् भोगः इति अर्थः भोगः अथवा खादति पुनरपि त्वं भुङ्क्ष्व युवां भुञ्जाथां यूयं भुङ्क्ध्वम् अहं कर्वै आवां करवावहै वयं करवामहै अहं सेवै तत्र करोतु अहं करवै नाम अहं करवाणि कृ धातुः तत्र उभयपदि धातुः अस्ति करोतु करोति कुरुते करोति कुरुते तर्हि अत्र अहं करवाणि इत्यस्मिन् अर्थे अहं करवे अहं करवै इति क्षम्यताम् अहं करवै करवै नाम अहं करवाणि श्रुदायतु कृतु करोति करोति अपि च कुरुते बालकः करोति बालकः कुरुते अहं करवै अग्रे कस्य अहं सेवै आवां सेवावहै करवावहै करवामः इति उक्तवन्तः अस्तु अहं सेवै आवां सेवावहै वयं सेवामहे उदाहरणपदानि दृष्ट्वा रिक्तस्थानानि उचितपदैः पूर्यते वन्दते सः वन्दताम् सः वन्दताम् ते वन्दताम् वन्दन्ताम् त्वं वन्दस्व यूयं वन्दध्वम् अहं वन्दै वयं वन्दामहे सः सहताम् सहताम् ते सहन्ताम् त्वं सहस्व सहस्व यूयम् सहत्वम् अहम् सहाय वयम् सहामहे अस्तु सज्जते सह सज्जताम् ते सज्जन्ताम् त्वं सज्जस्व यूयम् सज्जध्वम् अहम् सज्जै वयम् सज्जामहे सज्जते नाम सज्जः भवामि नाम सिद्धः भवामि सिद्धः अस्मि रेडि लभते सः लभतां ते लभन्तां त्वं लभस्व यूयं लभध्वम् अहं लभे अहं लभे वयं लभामहे अहं लभै अत्र ऐ ऐ एतादृश ध्वनिः स्यात् अहं लभै वयं लभामहै ऐ एतादृशः अस्ति एतादृशध्वनिः अस्ति अस्तु अग्रे रमते सः रमतां ते रमन्तां त्वं रमस्व यूयं रमध्वं क्षम्यतां रमध्वं अहं रमै वयं रमामहे वेपते सः इत्युक्ते कम्पते वेपते सः वेपतां ते वेपन्तां त्वं वेपस्व यूयं वेपध्वम् अहं वेपै वयं वेपामहै लज्जते सः लज्जतां ते लज्जन्तां त्वं लज्जस्व यूयं लज्जध्वम् अहं लज्जै वयं लज्जामहे ईक्षते सः ईक्षतां ते ईक्षेतां त्वं ते ईक्षन्तां त्वम् ईक्षस्व यूयम् ईक्षध्वम् अहम् ईक्षै वयम् ईक्षामहे युध्यते सः युध्यतां ते युध्यन्तां त्वं युध्यस्व यूयं युध्वध्वम् युध्यध्वम् अहं युध्यै वयं युध्यामहै सः चेष्टतां ते चेष्टन्तां त्वं चेष्टस्व यूयं चेष्टत्वम् अहं चेष्टै वयं चेष्टामहे. ऊहते सह ऊहतां ते ऊहन्तां त्वं ऊहस्व यूयं यूहध्वं ऊहध्वम् अहम् ऊहाई वयम् ऊहामहै. अस्तु, अभिनव. ऊहते इत्युक्ते ऊहते नाम कल्पनां करोति. कल्पना कल्पना कल्पना नाम इमेजिन् इमेजिनेशन् कल्पना नाम इमेजिनेशन् इमेजिन् करोतु. खिद्यते खिद्यते इत्युक्ते खेदम् अनुभवति. खेदम् सः खिद्यतां ते खिद्यन्तां त्वं खिद्यस्व यूयं खिद्यत्वम् अहं खिद्यध्वं खिद्यत्वं अहं खिद्ये वयं खिद्यामहे. समीचीनमस्ति. अस्तु, बहु सम्यक् अस्ति. कश्चन परिचयः जातः इति अहं मन्ये. अग्रिमे सप्ताहे एतत् परिसमापयितुं शक्नुमः. एतावता कोऽपि प्रश्नः अस्ति वा? अस्मिन् पुस्तके बहूनि नूतनानि रूपाणि सन्ति, बहूनि नूतनानि सन्ति, तेषाम् अभ्यासः अपेक्षितः. अतः नाम गृहे अपि परायणमपेक्षितमस्ति. परायणं नाम वारं वारं पश्यति चेत् तत्र अभ्यासः भवति. नो चेत् किम् अस्ति, अग्रिमे सप्ताहे आगच्छति एवमेव बस् मनसः अपगच्छति. अतः गृहे द्रष्टव्यमस्ति, यतोहि नूतनानि रूपाणि प्रचुराणि सन्ति खलु. अस्तु, समीचीनमस्ति. तर्हि विरमामः. नमस्कारः.